पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 19। नारद उवाच, भार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना हुङ्कारितास्तु देवेन दानवाः प्रलयं गताः। तत्र स्नात्वा दुराजेन्द्र सर्वपापैः प्रमुच्यते, शुक्लतीर्थस्य चोत्पत्तिं शृणु त्वं पाण्डुनन्दन। हिमवच्छिखरे रम्ये नानाधातु विचित्रिते, तरुणादित्यसङ्काशे तप्तकाञ्चनसन्निभे, वज्रस्फटिकसोपाने चित्रपट्टशिलातले, जाम्बूनदमये दिव्ये नानापद्मोपशोभिते, तत्रासीनं महादेवं सर्वज्ञं प्रभुमव्ययं, लोकानुग्राहकं शान्तं गणवृन्दैः समावृतं, स्कन्दनन्दि महाकालैः वीरभद्रगणादिभिः, उमया सहितं देवं मार्कण्ढपरिपृच्छति, देवदेव महादेव इन्द्रकामादिसंस्तुत, संसारभवभीदोऽहं सुखोपायं ब्रवीहि मे, भगवन्भूतभव्येश सर्वपापप्रणाशनं तीर्थानां परमं तीर्थं तद्वदस्व महेश्वर। ईश्वर उवाच, शृणु विप्रमहाभाग सर्वशास्त्रविशारद, स्नानादि कुरु गच्छत्वं ऋषिसङ्घैः समावृतः, मन्वत्रियाज्ञवल्क्याश्च काश्यपश्चैव अङ्गिराः, यमापस्तम्भसंवर्ताः कात्यायन बृहस्पती, नारदो गौतमश्चैव पृच्छन्ति धर्मकाङ्क्षिणः, गङ्गा कनकले पुण्या प्रयागं पुष्करं गया, कुरुक्षेत्रं तु पुण्यं च राहुग्रस्ते दिवाकरे, दिवा वा यदि वा रात्रौ शुक्लतीर्थं महाफलम्। दर्शनात्स्पर्शनाच्चैव स्नानाध्यानात्तपोर्जनाद, होमाच्चैवोपवासाच्च शुक्लतीर्थफलं महद, शुक्लतीर्थं महापुण्यं नद्यां तु संव्यवस्थितं, चाणक्यो नाम राजर्षिः सिद्धिं तत्र समागतः, एतत्क्षेत्रं समुत्पन्नं योजना वृत्तिसंस्थितं, शुक्लतीर्थं महापुण्यं सर्वपापप्रणाशनम्। पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति, अहमत्र ऋषिश्रेष्ठ तिष्ठामि ह्युमया सह, वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी, कैलासाच्चापि निर्गत्य तत्र संनिहितो ह्यहं, देवकिन्नरगन्धर्वाः सिद्धविद्याधरास्तथा, गणाश्चाप्सरसो नागाः सर्वे देवाः समागताः, गगनस्तास्तु तिष्ठन्ति विमानैः सर्वकामकैः, शुक्लतीर्थे तु राजेन्द्र आगता धर्मकाङ्क्षिणः, रचकेन यथा वस्त्रं शुक्लं भवति वारिणा, आजन्म संचितं पापं शुक्लतीर्थे व्यपोहदि स्नानं दानं महापुण्यं मार्कण्ड ऋषिसत्तम शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः अहो रात्रोपवासेन शुक्लतीर्थे व्यपोहदि तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः देवदानेन या पुष्टिर्न सा प्रदुषदैरपि कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी कृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् एकविंशत्कुलोपेदो नच्य वेच्चैश्वरात्पदाद शुक्लतीर्थं परं तीर्थमृषिसिद्धनिषेवितं तत्र स्नात्वा ततो राजन् पुनर्जन्म न विद्यते स्नात्वा वै शुक्लतीर्थेऽपि अर्चयेद्वृषभध्वजं जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः प्रभाते शुक्लतीर्थे दुःस्नानं वै देवतार्चनम् आचार्यं भोजयेत्पश्चाच्छिवव्रतपरशुचिः भोजनं च यथाशक्रिया वित्तशाढ्यं न कारयेद प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेद एवं वै कुरुदे यस्तु तस्य पुण्यफलं शृणु दिव्ययानसमारूढस्तु यमानोऽप्सरोगणैः शिवतुल्यबलोपेतस्तिष्ठत्याभूतसम्प्लवम् शुक्लतीर्थे तु या नारी ददादिकनकं शुभं कृतेन स्नापयेद्देवं कुमारं चाभिपूजयेद् एवं या कुरुदे भक्र्या तस्या पुण्यफलं शृणु मोददे देवलोकस्था यावदिन्द्राश्चतुर्दश अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः दानं दद्याद् यथाशक्रिया प्रियेदां हरिशङ्करौ शुक्लतीर्थप्रभावेण सर्वं भवति चाक्षयम् अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा उद्वाहयदि यस्तीर्थे तस्य पुण्यफलं शृणु यावत्तद्रोम सङ्ख्यातु तत्प्रसूदिकुलेषु च तावद्वर्षसहस्राणि शिवलोके महीयते इति श्रीपाद्मे महापुराणे स्वर्गखण्डे ऊनविंशोऽध्यायः ॐ